गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विषयतासम्बन्धे तत्र आधाराधीयतभावः अस्ति न वा इति नाम वयं पूर्वं दृष्टवन्तः तत्र गतवर्गे तत्र उदाहरणार्थं तत्र घटः भूतले अस्ति इति यदि वदामः तत्र संयोगसम्बन्धः इति भवति घटः संयोगसम्बन्धेन भूतले अस्ति इति तत्र वयं प्रमाणं नाम तत्र प्रत्यक्षप्रमाणं यत्र प्रत्यक्षज्ञानं भवति तत्र घटः भूतले अस्ति इति सापि वयं जानीमः तस्मिन् समये तत्र संयोगसम्बन्धः इति तत्र वयम् आधेयः कः अधिकरणं किम् इति सम्यक् रीत्या जानीमः तत्र घटः एव आदेयः अपि भूतलमेव अधिकरणम् इति यत्र तत्र सम्बन्धेन तत्र अयम् इह वर्तते इति तादृश प्रतीतिः भवति प्रतीतिः नाम ज्ञानम् अपि अत्र प्रमाणं तस्य एतत् अग्रे गत्वा वयं पश्यामः तत्र ज्ञानस्य तत्र द्वैविध्यं भवति तत्र नाम यथार्थज्ञानम् अपि तत्र भ्रमात्मकज्ञानं यथार्थज्ञानं नाम तस्य प्रमाणं किमपि भवेत् यदा तादृशज्ञानम् अस्ति तत्र अयम् इह वर्तते इति ज्ञानम् अस्ति अपि तत्र यदि संयोगसम्बन्धः भवति तत्र आदेयः निश्चितः अस्ति अधिकरणमपि निश्चितम् अस्ति एतत् वयं वृत्तिनियामकत्वं नाम संयोगसम्बन्धस्य वृत्तिनियामकत्वम् अस्ति इति उक्तवन्तः नाम तत्र आधाराधेयभावः स्वयमेव सिद्धः नाम तत्र अन्यत् किमपि वक्तव्यं नास्ति इति वयं चर्चितवन्तः गतवर्गे एतद् तत्र एतादृशी स्थितिः तत्र केवलं संयोगसम्बन्धे एव नास्ति किन्तु तत्र समवायसम्बन्धः वा तत्र रूपं नीलरूपं घटे वर्तते इति यदा प्रमाणं भवति तत्र नीलरूपमेव आदेयः घटः एव तत्र अधिकरणम् इति वयं जानीमः अतः तत्र अयम् इह वर्तते वर्तते इति तादृशवाक्यं वर्तते इति नैयायिकशास्त्रे तत्र महत्त्वपूर्णवाक्यम् अस्ति नाम ते साधारणतया तत्र वर्तते इति न वदन्ति यत्र प्रमाणम् अस्ति तथा एव ते वदन्ति वर्तते इति अतः तत्र अग्रे गत्वा द्रक्ष्यामः तत्र वर्तते इति तत्र आधाराधीयभावः तस्य प्रमाणस्य सन्दर्भे अपि अनुमानस्य सम्बन्धे तत्र किं कथं तस्य उपयोगः भवति इति किन्तु इदानीं तत्र स्थूलरूपेण नाम परिचयत्वेन पश्यामः नाम तत्र विषयतासम्बन्धे यदि वयं जानीमः तत्र अयं घटः इति ज्ञानं तत्र विषयः अस्ति घटः वयं पूर्वम् उक्तवन्तः तत्र नाम तत्र ज्ञानं विषयतासम्बन्धेन घटे विषये अस्ति इति तत्र साक्षात् नाम तत्र आधारादीयभावः अस्ति वा नाम तत्र ज्ञानं विषये अस्ति वा विषयः तत्र अधिकरणं भवति वा अपि ज्ञानम् आदेयः भवति वा इति अस्माकम् इति विषये अस्माकं चिन्तनमस्ति तत्र वयं गतवर्गे दृष्टवन्तः तत्र तस्मिन् नाम तत्र आधाराधेयभावः अस्ति इत्युक्ते तत्र वृत्तिनियामकत्वम् अस्ति न वा इति विषये तत्र विवादः अस्ति नाम मतभेदः अस्ति अतः तत्र मतभेदः कः अपि तत्र पुराणानां प्राचीनानां नैयायिकानां मतं किम् अपि नव्यनैयायिकानां मतं किम् इति अद्य परिशील्य अग्रे तत्र आत्मनः लक्षणं किम् इति द्रक्ष्यामः यतोहि तत्र आत्मलक्षणसन्दर्भे एव एतत् सर्वम् आगतमस्ति अतः तत्र आत्मनः लक्षणम् अपि तत्र आत्मा द्विविधा एतत् सर्वं वयं पठितवन्तः अतः तत्र जीवात्मा परमात्मा एतयोः विषये अग्रे चर्चा भविष्यति अस्तु तर्हि तत्र नूतनतया तत्र अस्तु चन्द्रमती भगिनी नमस्कारः जयलक्ष्मी भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी नरसिंहमहोदय नमस्कारः नमस्ते महोदय नमस्कारः नीता भगिनी नमस्कारः नमस्कारः महोदय मृणालिनी भगिनी नमस्कारः. नमस्कारः. नमस्कारः भगिनी. राजीव भगिनी नमस्कारः. नमस्कारः भगिनि. अस्तु तर्हि आरम्भं कुर्मः. तर्हि अतः विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इति. हा मूर्तिमहोदय नमस्कारः. अस्तु नमस्कारः. नमस्कारः महोदय. अस्तु अस्तु तर्हि तत्र नीता भगिनी आरम्भं करोति वा तत्र विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इति. विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः. सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतं. यथा च संयोगादिसम्बद्धैः अयमत्र वर्तते इति आधार आधेयभावसाधकः प्रत्ययः भवति, तथा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां गदाधरभट्टाचार्याणाम् आशयः. विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते. विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव. तथा च वर्तते इत्येवमाकार इति एवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधार आधेयभावः भवति. अतः सः अपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. अत्र सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य, इत्युक्ते विषयतासम्बन्धस्य समीपं गत्वा, उपक्रम्य इति विषयतासम्बन्धस्य समीपं गत्वा वयं कुर्मः. नाम तत्र गन्तुम् इच्छामः, अतः तत्र उपक्रम्य तत्र समीपं गन्तुम् एतत् सर्वं कृतम्. समीपं गन्तुम् एतत् सर्वं कृतम्. यथा च संयोगादिसम्बन्धैः अयम् इत्र अत्र वर्तते इति आधार आधेयभावसाधकः प्रत्ययः भवति. अत्र अयम् इह वर्तते, अत्र वर्तते इति शब्दम् उपयुज्य यदि अयम् इह वर्तते, अत्र अयम् अस्ति आधेय, इह अस्ति अधिकरण, वर्तते इति यदा आधार आधेयभावः तस्य प्रत्ययः भवति तदा वर्तते इति शब्दस्य उपयोजनं कृत्वा अयम् इह वर्तते इति वयं वदामः. तथा तत्र तत्र घटं घटः भूतले वर्तते, तत्र सम्बन्धः कः? अत्र संयोगसम्बन्धः अस्ति. संयोगसम्बन्धः. अतः तत्र यत्र संयोगसम्बन्धः अस्ति तत्र प्रत्ययेन एव तत्र आधारादेयभावः साधितः भवति. नाम वर्तते इति आधारादेयभावसाधकः प्रत्ययः अस्ति, नाम प्रत्ययेन एव तत्र साधितः अस्ति, तत्र आधारादेयभावः अस्ति. अन्यस्य तत्र किमपि अपेक्षा नास्ति, नाम प्रत्ययेन एव आधारादेयभावः सिद्धः. प्रत्ययेन आधार आधेयभावः सिद्धः अस्ति यदा वयं वदामः घटः भूतले वर्तते इति. विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां, मूर्धन्यानाम् इत्युक्ते ज्येष्ठ तज्ञ गदाधरभट्टाचार्याणाम् आशयः. अत्र गदाधरभट्टाचार्याणाम् अत्र बहुवचनान्तं किमर्थम् अस्ति? हा तत्र आदरः, आदरप्रदर्शनाय. ज्येष्ठ अस्ति, ज्ञानी अस्ति, अतः आदरदर्शयित्वा तत्र नैयायिक ज्येष्ठ तज्ञः गदाधरभट्टाचार्याणां सूचना अस्ति वा आशयः अस्ति इति. आशयः कः अस्ति? अत्र अस्ति विषयतास्थले अपि प्रत्ययः भवति. अत्र यदि अयम् इह वर्तते इति प्रत्ययः तत्रापि यदि विषयतासम्बन्धेन वयं चिन्तयामः चेत् अयम् अत्र अयं घटः अयं घटः इति ज्ञानं यदि घटे विषयतासम्बन्धेन वर्तते तर्हि तत्रापि प्रत्ययः भवति इति अस्ति समीचीनं भगिनि. हा तदापि तत्र प्रत्ययः भवति, अयम् इह वर्तते इति प्रत्ययः भवति. समीचीनं. हा विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते, विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मने वर्तते इति प्रत्ययः समीचीना एव. अत्र अयं घटः इति ज्ञानं घटे विषयतासम्बन्धेन, तथैव अयम् आत्मा इति ज्ञानम् आत्मनि विषयतासम्बन्धेन वर्तते इति प्रत्ययः समीचीना एवमस्ति. तथा च वर्तते इति एवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधार आधेयभावः भवति. अत्र वर्तते इति एवम् आकारः, अत्र आकारः शब्दस्य योजना किं नाम, तत्र आकारः तत्र स्वरूपः कीदृशः अस्ति? अयम् अत्र वर्तते इति एव तस्य स्वरूपः अस्ति खलु. प्रत्ययस्य तत्र प्रत्ययः कीदृशः? अत्रापि प्रत्ययः अयम् इह वर्तते, नाम तत्र ज्ञानविषये वर्तते इति एव आकारः अस्ति प्रत्ययस्य. आकारः नाम स्वरूपः, तत्र तस्य आकृतिः. वर्तते इति एव स्वरूपः अस्ति, तस्य आकृतिः अस्ति. विषयतासम्बन्धस्थले अपि तत्रापि आधार आधेयभावः वर्तते भवति इति. हा, यत्र अयम् इह वर्तते तत्र वयं चिन्तयामः तत्र तत्र प्राचीननैयायिकानां मतम् आसीत्, नाम तत्र यत्र अयम् इह वर्तते इति वक्तुं शक्नुमः तत्र प्रमाणम् अस्ति, तत्र आधारादेयभावः स्वयमेव सिद्धः. स्वयमेव सिद्धः, अतः सः अपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. तत्र सः अपि वृत्तिनियामकः इत्युक्ते सः इत्युक्ते कः? सः इत्युक्ते यः आधार आधेयभावः वर्तते अयं घटः. किन्तु तत्र आधार आधेयभावः एव वृत्तिनियामकः इति वदामः, किन्तु वृत्तिनियामकः इति अर्थः अस्ति आधारादेयभावः, किन्तु कः अस्ति वृत्तिनियामकः? अत्र सम्बन्धः. हा, सम्बन्धः अस्ति वृत्तिनियामकः, नाम विषयता सम्बन्धः अपि वृत्तिनियामकः अस्ति. विषयता सम्बन्धः अपि नियमयति इति. हा, आधेयतां नियमयति यथा सम्बन्ध एव नियामकः अस्ति इति. अस्ति इति तेषां ग्रन्थदर्शनेन अवगच्छामः, नाम एतदेव तेषां मतम् अस्ति इति अवगच्छामः इति अस्ति. समीचीनं भगिनि. हा अस्तु, अग्रे तत्र हा समीचीनं भगिनि. अस्तु अग्रे तत्र हा शोभा भगिनी तत्र स्वशब्दैः किञ्चित् वदति वा अस्मिन् परिच्छेदे किम् उक्तम् इति एतावता? हा आं महोदय, तत्र विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः इति विवादः कः इति अग्रे पश्यामः. किन्तु तत्र गदाधर भट्टाचार्यवर्यस्य मतं किम् इति विवृतं. तत्र सारांशेन यथा पूर्वं दृष्टवन्तः, वृत्तिनियामकः इति कस्य विषये भवति इति. आधार आधेयभावसम्बन्धः यदस्ति तदेव वृत्तिनियामकः इति नाम्ना ज्ञायते, उच्यते. समीचीनं. हा, यत्र सम्बन्धः, यत्र सम्बन्धः इत्युक्ते तत्र अस्ति एव इति. तत्र समवायवः संयोगः वा कालिकसम्बन्धः वा तत्र कोऽपि तादृशाः सम्बन्धाः सन्ति चेत् आधार आधेयभावः वर्तते इति अयम् अत्र अस्ति वर्तते इति अयम् इह वर्तते इति प्रत्ययेन प्रत्यय एव तत्र भावः सूचयति इति तदेव पर्याप्तम् इति दृष्टवन्तः. इदानीं तत्र आचार्येण उक्तं यथा तेषु सम्बन्धेषु वृत्तिनियामकत्वं एकक्षणं महोदय, तत्र ते सम्बन्धाः एव वृत्तिनियामकाः इति उक्तम्, अपि च तथा विषयतासम्बन्धे अपि आधार आधेयभावं भवति इति आचार्यस्य मतम् अस्ति. इत्युक्ते तत्र विषयतासम्बन्ध इत्युक्ते ज्ञानं, पूर्वं दृष्टवन्तः ज्ञानं विषयतासम्बन्धेन आत्मनि क्षमतां विषयतासम्बन्धेन घटे वर्तते इति. तादृशविषयतासम्बन्ध अपि एतेन किं तत्र वृत्तिनियामकः भवति इति तेषां मतम् आशयः अस्ति, मतम् अस्ति. अतः तत्र विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते, तद् तत्सर्वम् उक्तत्वात् तत् तावत् एव तत्र पर्याप्तं भवति इति तेषां मतम् इति मन्ये. इत्युक्ते तत्र प्रत्ययः अस्ति नाम तत्र अयम् आत्मा इति ज्ञानम् आत्मनि वर्तते वर्तते इति इति एव इति एव पर्याप्तम् आधार आदेयभावः सिद्धः इति सिद्धः तेषां चिन्तनं. यतोहि तत्र विषयता इति भिन्नसम्बन्धः अस्ति चेदपि तस्य विषये अपि तदेव प्रवर्तते इति तेषाम् आशयः. नाम तत्रापि तत्र प्रत्ययं तत्र ज्ञानस्य आकृतिः अस्ति, तत्र अयम् आत्मा इति ज्ञानं विषये वर्तते इति, अतः आकारः समानः अस्ति इति कृत्वा तत्रापि आधारादीयभावः सिद्धः, अन्यस्य आवश्यकता नास्ति इति तेषां मतम्. समीचीनं भगिनि, हा अस्तु, उत्तमम्, अस्तु. अग्रे तत्र योगेन्द्रमोदी अग्रे पठति वा? आचार्य, एकः प्रश्नः, तत्र द्विवचनं प्रयोगमस्ति, पश्यतु, विषयतासम्बन्धिने घटे घटविषयकं ज्ञानं वर्तते, विषयतासम्बन्धिन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः किमर्थम् इति प्रत्ययौ आवश्यकं खलु तत्र इति तत्र इति तत्र उदाहरणार्थम् एतद् दत्तमस्ति भगिनि, तावदेव. उदाहरणद्वयमस्ति तत्र, किन्तु अत्र इति वदामश्चेत् तत्र एते तत्र प्रत्ययाः तावदेव. अस्तु अस्तु, अपि समीचीनाः एव, तत्र विसर्गस्य लोपः. अस्तु, अग्रे योगेन्द्रमहोदय. श्रीमत् जगदीश तर्कालङ्काराणां मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते, तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः नैव जायते. यदि कस्यचित् भवति न सः समीचीनः, अतः आधार आधेय आधारभावः विशेष विषयतास्थले नैव सिद्ध्यति. यदा उपरितने परिच्छेदे लिखितमस्ति गदाधर महोदय महोदय य इच्छति यथा संयोगसम्बन्धः अस्ति तदा आधार संयोगसम्बन्धः अस्ति तत्र आधार आदयभावः अस्ति इति एव रीत्या यत्र विषयतासम्बन्धः अस्ति तथापि तत्र अपि आधार आदयभावः भवति. परन्तु श्रीमद् जगदीश कर्तालङ्काराणां मते तु इति न, यत्र संयोगेन यः सम्बन्धः वर्तते तत्र एव आधार आदेयः भवति, परन्तु विषयता सम्बन्धेन यः आधार आदेयः भवति सः भावः न सिद्ध्यति. कदाचित् भवति, तत् अपि तु समीचीनः न इति तेषां मतः इति अहं. समीचीनं महोदय, समीचीनम्. अत्र नाम तत्र सः साक्षात् किम् उक्तं, तत्र यथा संयोगेन यथा वर्तते, नाम घटः भूतले वर्तते इति वदामः तादृशं वयं ज्ञानं, नाम अयं घटः इति ज्ञानं घटे वर्तते इति न वक्तुं शक्नुमः. केवलं तत्र तादृशप्रत्यय वर्तते इति प्रत्ययः नैव जायते, नाम न वक्तुं शक्नुमः. अतः तत्र यदि कोऽपि वदति तत्र तादृशप्रत्ययः, तत् सः प्रत्ययः समीचीनः नास्ति, यथा भवता उक्तं समीचीनम्. अतः प्रत्ययः नास्ति न जायते इति कृत्वा विषयतास्थले तत्र आधारादेयभावः न सिद्ध्यति तत्र. अतः तत्र आधारादेयभावः न सिद्ध्यति नाम तत्र जगदीशतर्कालङ्काराणां मते इत्युक्ते तत्र नव्यनैयायिकानां मतम् इति सूचनाय तस्य नाम उक्तमस्ति. तत्र नव्यनैयायिकानां मतं किमस्ति, तत्र आधारादेयभावः नास्ति विषयतासम्बन्धस्य, नाम विषयतासम्बन्धः वृत्तिनियामकः नास्ति. किन्तु तत्र प्राचीननैयायिकानां मतम् आसीत् तत्र विषयतासम्बन्धः अपि वृत्तिनियामकः अस्ति इति. अतः इदानीं तत्र वृत्तिनियामकः नास्ति इति स्वीकुर्मश्चेत् तर्हि तत्र का स्थितिः, तत्र विषयः अपि ज्ञानं तयोः मध्ये तत्र का स्थितिः अस्ति इति प्रश्नः. अतः किं तर्हि, यदि तत्र आधारादीयभावः नास्ति विषयतास्थले तर्हि किं भवति इति. अस्तु, समीचीनं महोदय, धन्यवादः. नमस्कारः. अग्रे तत्र सुधा भगिनी अग्रे पठति वा? नमस्ते महोदय, क्षम्यतां विलम्बेन आगतवती. चिन्ता मास्तु भगिनी, चिन्ता मास्तु. नमस्कारः भगिनि. अस्तु, सुधा भगिनी अग्रे. नमस्कारः भगिनि. इमौ सम्बन्धौ सम्बद्धौ इत्येतावदेव घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बद्धे इत्येतावन् मात्रम्. आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञानात्मानौ विषयतासम्बन्धेन सम्बन्धौ इत्येतावन् मात्रम्. अत्र उक्तमस्ति यदा विषयतासम्बन्धेन विषयतासम्बन्धेन सम्बन्धेन आधार तत्र अयम् आत्मा इति ज्ञानं स्वीकुर्मः. अयम् आत्मा इति अथवा अयं घटः इति ज्ञानं स्वीकुर्मः. तत्र अयं घटः इति ज्ञानम् अपि तत्र विषयः अस्ति कः? अयं घटः इति ज्ञानस्य विषयः कः? विषयः घटः अस्ति. घटः अस्ति. तत्र ज्ञानं कुत्र वर्तते? घटे वर्तते ज्ञानं. ज्ञानं न इदानीं विषयतसम्बन्धः नास्ति, केवलं तत्र साधारणरीत्या तत्र ज्ञानं कुत्र वर्तते? ज्ञानं तत्र कीदृशपदार्थः, द्रव्यं वा गुणं वा किम्? ज्ञानं द्रव्यमस्ति. द्रव्यं ज्ञानमित्युक्ते तत्र आत्मनः गुणः खलु, बुद्धिः इति. अतः तत्र आत्मनि वर्तते, आत्मनि वर्तते. ज्ञानं नाम बुद्धिः, आत्मनि वर्तते, आत्मनः विशेषगुणः खलु. तत्र पूर्वस्मिन् पुटे आसीत् भगिनि, तत्र वयम् अस्माकं ज्ञानं नाम अस्माकं मनसि अथवा आत्मनि ज्ञानम् उत्पद्यते खलु. हा, तर्हि तत्र आत्मनः गुणः अस्ति ज्ञानम्. अयं घटः इति ज्ञानम् आत्मनि वर्तते, अपि विषयः तत्र लोके अस्ति खलु, बहिः अस्ति. अयं तर्हि घटः इति विषयः लोके अस्ति, अयं घटः इति ज्ञानम् अस्माकम् आत्मनि अस्ति. तर्हि इदानीं तत्र एतादृशज्ञानमस्ति इति चिन्तयतु. इदानीं तत्र किम् उक्तं तत्र नव्यनैयायिकानां मतं किमस्ति तत्र ज्ञानं विषये वर्तते इति वक्तुं शक्नुमः वा ज्ञानं विषये वर्तते इति वक्तुं न शक्नुमः अतः तत्र ज्ञानम् आदेयः विषयः अधिकरणमिति नव्यनैयायिकानां मते न स्वीकृतं ते न स्वीकुर्वन्ति तत्र ज्ञानमादेयः अपि विषयः अधिकरणम् इति ते न स्वीकुर्वन्ति तर्हि का स्थितिः अतः इमौ सम्बद्धौ इत्येव इत्येतावद् एव तत्र इमौ इत्युक्ते कौ ज्ञानम् अपि च घटविषयः समीचीनं हा नाम तयोः मध्ये विषयतसम्बन्धः अस्ति अतः एतौ सम्बद्धौ इति एव इति एतावद् एव नाम तावदेव वक्तुं शक्नुमः तस्य अधिकं किमपि न वक्तुं शक्नुमः तयोः मध्ये सम्बन्धः वर्तते सम्बन्धः वर्तते किन्तु एकः अन्यस्मिन् वर्तते इति न वक्तुं शक्नुमः इति अस्ति अग्रे हा घटविषयक उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बन्धे इत्येवम् एतावन् मात्रम् तत्र सम्बद्धे इति सम्बद्धे अत्र घटविषयकज्ञानम् अस्ति चेत् घटविषयकज्ञानम् उत्पन्नः भवति चेत् तत्र घटम् अपि च ज्ञानं द्वयोः विषयतासम्बन्धः वर्तते परन्तु तद् आधार आदेयः नास्ति इति एव तत्र सत्यं भगिनि हा तत्र केवलं हा अपि यत्र सम्बन्धः अस्ति द्वयोः मध्ये सम्बन्धः अस्ति तौ सम्बद्धौ इति पुल्लिङ्गे अथवा नपुंसकलिङ्गे तत्र सम्बद्धे इति अतः तत्र इति एव इति एव एतावदेव वयं वक्तुं शक्नुमः अग्रे अन्यत् उदाहरणम् आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञानात्मानौ विषयतासम्बन्धेन सम्बद्धौ इत्येव तावन् मात्रम् अत्रापि आत्मनः नित्यः इति ज्ञानं तदा ज्ञानम् अपि च आत्मानौ मध्ये विषयतासम्बन्धः वर्तते इति वक्तुं शक्नुमः तत्रापि आधार आदेयभावः इति न वक्तुं शक्नुमः इति अस्ति भगिनि हा अतः तत्र तयोः मध्ये सम्बन्धः वर्तते तौ सम्बद्धौ इति एतावदेव वक्तुं शक्नुमः इति समीचीनं भगिनि हा अस्तु योगेन्द्रमहोदय प्रश्नः आं महोदय इमौ सम्बन्धौ उपरिधने परिच्छेदे वयं पठितवन्तः संयोगसम्बन्धः अपि च विषयतासम्बन्धः अत्र तु विषयतासम्बन्धः एव अस्ति संयोगसम्बन्धः तु नास्ति इमौ सम्बन्धौ न इमौ सम्बद्धौ तत्र सम्बन्धौ इति नास्ति महोदय पश्यतु तत्र सम्बन्धः नकारः अत्र अस्ति अत्र नकारः नास्ति खलु अस्तु वा सम्बद्धौ इमौ सम्बद्धौ सम्बद्धौ तत्र पदार्थः अन्यः पदार्थः तयोः मध्ये सम्बन्धः अस्ति चेत् सम्बद्धौ भवति हा एषः पदार्थः एषः पदार्थः तौ सम्बद्धौ इति वदामः ययोः मध्ये सम्बन्धः अस्ति तौ सम्बद्धौ अस्तु अवगच्छामि हा अतः तत्र सम्बन्धः भिन्नः सम्बद्धः अथवा सम्बद्धौ भिन्नः समीचीनं महोदय अस्तु अग्रे धनश्री भगिनी नमस्कारः नमस्ते नमस्कारः भगिनि अस्तु अग्रे अशोक महोदय पठति वा अस्तु महोदय एवं पदार्थः अपि ज्ञाने विषयतासम्बन्धेन सम्बद्धः इत्येव न तु वर्तते इत्यपि आयाति इत्थमेव च सर्वत्र तत्तत् पदार्थविषयकज्ञानम् आदाय चिन्त्यम् तथा च विषयतासम्बन्धः वा न आधार आधेयः भावसाधकः अतः न वृत्तिनियामकः कीदृशः तर्हि वृत्तिनियामकः वृत्तिनियामकत्व अभाववान् आधेयतान् अवच्छेदकः इति तर्कालङ्काराणाम् आशयः तद्ग्रन्थदर्शनेन प्रतीयते एवं पदार्थः अपि ज्ञाने विषयतासम्बन्धेन सम्बद्धः इति एव न तु वर्तते इति अपि आयाति नव्यनैयकाः मतम् अस्ति यदि ज्ञानम् अस्ति विषयता ज्ञाने ज्ञानमध्ये सम्बन्धः अस्ति किन्तु ज्ञानः विषय अस्ति विषयः ज्ञाने अस्ति इति न भवति सम्बन्धः एव अस्ति समीचीनं महोदय नाम तत्र पूर्वं वयं दृष्टवन्तः तत्र विषयतासम्बन्धः अस्ति अपि विषयितासम्बन्धः खलु तत्र पूर्वम् उक्तं तत्र प्राचीनमतानाम् अनुसृत्य मतम् अनुसृत्य वयम् उक्तवन्तः तत्र ज्ञानं विषयतासम्बन्धे विषये अस्ति अपि विषयः विषयितासम्बन्धेन ज्ञाने अस्ति अतः तत्र पदार्थः ज्ञाने विषयितासम्बन्धेन अस्ति इति न वक्तुं शक्नुमः केवलं सम्बद्धः इत्येव अङ्गीक्रियते तैः नव्यनैयायिकैः समीचीनं महोदय अग्रे इत्थमेव तत्तत् पदार्थविषयकज्ञानम् आदाय चिन्त्यम् अन्यपदार्थविषयकज्ञानं विषये अपि एतदेव सम्बन्धः एव अस्ति केवलं घटः आत्मा इति विषये न यः कोऽपि पदार्थः भवतु तत्र तस्य पदार्थविषयकज्ञानं नाम तत्र अयं पदार्थः अयं वृक्षः वा अयं नीलरूपघटः वा यत्किमपि ज्ञानं भवेत् यत्किमपि पदार्थः अपि सः पदार्थविषयकज्ञानं यत्र कुत्रापि भवेत् तत्र सर्वत्र केवलं सम्बन्धः एव अस्ति न तु आधारादेयभावः अस्ति इति चिन्त्यं नाम चिन्तनीयम् इति चिन्तनीयम् अस्ति अग्रे तथा च विषयतासम्बन्धः वा न आधार आधेयभावसाधकः पूर्वम् उक्तम् अयम् अत्र वर्तते इति ज्ञानं न भवति अतः आधार आधेयभावः अपि न वर्तते न भवति समीचीनं महोदय अतः तत्र विषयतासम्बन्धः वा विषयितासम्बन्धः तत्र ते आधारादेयभावं न साधयन्ति स्वयमेव न साधयन्ति अतः न वृत्तिनियामकः यदि आधे आधेयभावः न अस्ति तर्हि वृत्तिनियामकत्व प्रश्नः एव न उत्पन्न समीचीनं कीदृशः तर्हि वृत्तिनियामकः वृत्तिनियामकत्व अभाववान् आधेयतान् अवच्छेदकः इति तर्कालङ्काराणाम् आशयः ग्रन्थदर्शनेन प्रतीयते महोदय तत्र प्रथमपदं पठतु पुनः वृत्तिनियामकः न तत्र अन्नियामकः वृत्ति अन्नियामकः नाम वृत्तिं न नियमयति वृत्तिनियामकत्व अभाववान् वृत्तिनियामकत्व न अस्ति वृत्तिनियामकत्व अभाववान् नाम तस्मिन् तत्र वृत्तिनियामकः नाम वृत्तिनियामकत्वं सम्बन्धे अस्ति खलु. तत्र यदा वयं वदामः नीलः घटः इत्युक्ते नीलत्वं घटे अस्ति, तथैव वृत्तिनियामकः सम्बन्धः इत्युक्ते वृत्तिनियामकत्वं सम्बन्धे अस्ति. किन्तु अस्मिन् सम्बन्धे नाम विषयतासम्बन्धे वृत्तिनियामकत्वं नास्ति, अतः अस्मिन् सम्बन्धे किम् अस्ति, वृत्तिनियामकत्व अभावः अस्ति. यत्र वृत्तिनियामक अभावः अस्ति, अभावः अस्ति इति कोऽपि पदार्थः अन्यस्मिन् अस्ति इत्युक्ते तत्र किं वदामः, तत्र वान् मतुप्रत्ययस्य नाम धनं यस्मिन् अस्ति सः धनवान्. अभावः यस्मिन् अस्ति यस्मिन् अस्ति सः भवति अभाववान्. एषः सम्बन्धः अभाववान् अस्ति. कीदृशः अभाववान्? वृत्तिनियामकत्व अभाववान् अस्ति एषः सम्बन्धः. विषयतासम्बन्धः वा अथवा विषयितासम्बन्धः वृत्तिनियामकत्व अभाववान् सम्बन्धः अस्ति. हा अग्रिमम् आदेयतान् तत्र महोदय पुनः तत्र आदेयतान् अनवच्छेदकः अस्तु आदेयता अनवच्छेदकः आदेयता अनवच्छेदकः अवच्छेदकः नास्ति इति एव भवति. तत्र तेषां शैली पश्यतु, तत्र अनेकरीत्या तत्र ते वदन्ति. तत्र नाम वृत्तिः नाम पूर्वमुक्तम् आदेयता आदेयता कुत्र कुत्र भवति इति नियमयति. नियमयति नाम अवच्छेदकः, तत्र सीमां स्थापयति अतः नियमयति, अतः एव अवच्छेदकः. अतः एषः आदेयता अवच्छेदकः नास्ति, तर्हि आदेयता अनवच्छेदकः सम्बन्धः अस्ति. विषयतासम्बन्धः वा विषयतासम्बन्धः इति अतः तत्र विषयतासम्बन्धे तत्र आधारादयभावः नास्ति. तत्र ज्ञानं विषये वर्तते अथवा विषयः ज्ञाने वर्तते इति न वक्तुं शक्नुमः इति. समीचीनं महोदय, धन्यवादः. महोदय प्रश्नः, वृत्ति इति अर्थः आधेयः वृत्तिः भवति इति न अर्थः नाम वृत्तिः नाम वर्तते कुत्र वर्तते इति एषः अन्यस्मिन् वर्तते इति कृत्वा पदार्थस्य वृत्तिः इति वदामः. पदार्थस्य वृत्तिः वृत्तित्वम् अस्ति नाम तत्र एषः पदार्थः अत्र वर्तते, अतः तत्र एषः पदार्थस्य वृत्तिः अस्ति इति वदामः. अस्ति तर्हि कस्मिंश्चित् वर्त भवति अतः आधेयः भवति कस्मिंश्चित् अस्ति इति कृत्वा तत्र वर्तते, अतः तत्र अस्य पदार्थस्य गुणः नाम कोऽपि विशिष्टमस्ति. विशिष्टं किमस्ति? वृत्तिः अस्ति. वृत्तिः नाम वृत्तित्वं नाम तत्र वर्तते इति तस्य भावः सः एव तत्र आधेयता. सः आदेयः अस्ति अथवा तस्मिन् आदेयता अस्ति नाम वृत्तित्वम् अस्ति इति. अस्तु महोदय. अस्तु अग्रे सरामः तर्हि. धनश्री भगिनी अग्रे पठति वा? आं महोदय. एक एव अस्ति, यथा अस्माभिः पूर्वं दृष्टं मम धनमस्ति परन्तु मम हस्ते नास्ति, वित्तकोषे अस्ति, तत्र यः सम्बन्धः अस्ति तत्रापि वृत्तित्वं नास्ति, तादृशमेव अत्र अस्ति किल? पुनः भगिनि. नाम मम धनमस्ति, मम हस्ते नास्ति, वित्तकोषे अस्ति, तत्र अपि आधाराधेयभावः तादृशं नास्ति किल? मम धनमस्ति परन्तु कुत्रचित् अन्यत्र अस्ति. हा हा तादृशम् अत्रापि समीचीनं भगिनि. तादृशं नाम अस्ति इति एव वक्तुं शक्नुमः, वर्तते इति न वक्तुं शक्नुमः. सत्यं भगिनि, हा समीचीनं, हा तस्मात् विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यदुक्तं यच्च आकाशनिरूपणे शब्दनिष्ठविषयतासम्बन्धावच्छिन्न शब्दनिष्ठविषयितासम्बन्धावच्छिन्न अधेयतानिरूपित अधिकरणतावत् शब्दविषयकं ज्ञानम् उक्तं ज्ञानम् इति उक्तं तद् उभयम् अपि भट्टाचार्यमतमादाय इति दिक् अत्र मतद्वयं वयं चर्चयामः यथा आकाशस्य निरूपणं जातं तथैव अत्र आत्मलक्षणस्य निरूपणम् अस्ति द्वावपि भट्टाचार्यमतं स्वीकृत्य स्तः इति अत्र लिखितमस्ति किमर्थं तत्र तादृशम् अस्ति भट्टाचार्याणां मतम् आधाय इति अस्ति इति कथं जानीमः तत्र तस्य विवरणं लिखितमस्ति नाम अत्र लिखितम् तस्मात् विषयता सम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यदुक्तं नाम आत्मलक्षणनिरूपणे अस्ति विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणता नाम ज्ञाने यः आधेयता अस्ति सा आधेयता विषयतासम्बन्धावच्छिन्ना आधेयता अस्ति तर्हि तत्र आधेयता समीचीनं भगिनि तत्र ज्ञाननिष्ठ आधेयता विषयतासम्बन्धावच्छिन्न आधेयता इति उक्तं तर्हि तत्र यदि तादृशलक्षणं वाक्ये तादृशम् अस्ति लिखितमस्ति चेत् तत्र तर्हि तत्र किं स्वीकृतं तर्हि तत्र विषयतासम्बन्धः स्थले कीदृशभावः तत्र आधाराधेयभावः अस्ति इति स्वीकृतं वा नास्ति इति स्वीकृतं वा आधाराधेयभावः नास्ति इति स्वीकृतं किल न विषयतासम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता तर्हि तत्र आधेयता कुत्र अस्ति ज्ञाने आधेयता ज्ञाननिष्ठ अस्ति तत्र वृत्तिनियामकत्वम् अस्ति नाम आधाराधेयभावः अस्ति इति स्वीकृतं तत्र विषयतासम्बन्धेन ज्ञानं तत्र आत्मनि वर्तते विषये वर्तते इति स्वीकृतं खलु तर्हि आधारादयभावः अस्ति इति स्वीकृतम् अतः एतद् यदुक्तम् अपि तथैव तत्र आकाशनिरूपणे अपि शब्दनिष्ठविषयितासम्बन्धावच्छिन्न इति आधेयता इति पुनः अस्ति अतः तत्रापि तत्र प्राचीनमतानुसारमेव उक्तम् इति अस्ति समीचीनं भगिनि अतः तत्र नव्यनैयायिकानां मतं भिन्नमस्ति किन्तु अस्मिन् पुस्तके वयं तत्र प्राचीनानां मतम् अनुसृत्य विवरणं दत्तवन्तः नाम सारल्यार्थं यदि तत्र नव्यनैयायिकानां मतमपि तस्य विवरणमपि कर्तुं शक्नुमः किन्तु प्रायशः तत्र सम्यक्तया न जानामि किन्तु प्रायशः तत्र गौरवं भवति एतद् लाघवम् अस्ति इति कृत्वा एतस्य प्राचीनमतानुसारं विवरणं दत्तमस्ति अस्मिन् पुस्तके महोदय परन्तु अस्य मत अस्मिन् नाम यः प्राचीनमतम् अस्ति तत्र का हानिः इति न ज्ञातं न अवगतं नाम किमर्थं नवनैयायिका हा तत्र भगिनि तत्र केवलम् अस्मिन् विषये न तत्र अनेके तत्र अनेकेषु विषयेषु तत्र चर्चा सर्वदा भवति अतः तत्र अपि किमपि कारणम् अभवेत् तत् अग्रे प्रायशः किञ्चित् तस्मिन् विषये ज्ञास्यामः किन्तु तत्र कारणानि अनेकानि भवेयुः भगिनि नाम तत्र यतोहि तत्र नव्यनैयायिकानां मतम् इति वदामः किन्तु तेषु अपि तत्र मतभेदः वर्तते तत्र अतः तत्र यदि ते न अङ्गीकुर्वन्ति किन्तु एषः ज्येष्ठः एतेन कारणेन न अङ्गीकुर्वन्ति, किन्तु अन्यः तेनैव कारणेन न अङ्गीकुर्वन्ति इति न. अतः तत्र प्राचीनमतमपि नव्यमतमिति वदामः, किन्तु तत् केवलं स्थूलरूपेण. तत्र तेषु अपि तत्र अनेके तत्र मतभेदः वर्तते अपि अपि, किन्तु यथा भवत्या उक्तं तत्र स्थूलरीत्या अपि तत्र कारणं न दत्तं, केवलं तत्र ते न अङ्गीकुर्वन्ति इति एव उक्तम् अत्र. सत्यम्. अस्तु, अग्रे सरामः, धन्यवादः. चन्द्रमती भगिनी अग्रे पठति वा? प्रभुदात्मलक्षण अनुसरामः ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्न आधेदा निरूपित अधिकरणता एव प्रकृतलक्षणे प्रविष्टा, न तु कालिकादिसम्बन्धावच्छिन्न आधेदा निरूपिता अधिकरणता अपि चेदद्बोधनाय अन्नभट्टैः ज्ञानाधिकरणमित्युक्तम् अन्यथा कालिकसम्बन्ध अवच्छिन्न ज्ञाननिष्ठाधेद निरूपित अधिकरणता आश्रयं कालादयः कालमादाय लक्षणे अधिव्याप्तिदोषः प्रसज्येत. अतः उक्तविवक्षा आवश्यकीति ध्येयम्. प्रकृतात्मलक्षणमनुसरामः प्रकृत आत्मलक्षणम् अनुसरामः. आत्मलक्षण प्रकृतः ज्ञाननिष्ठ समवायसम्बन्ध अवच्छिन्न आदेता निरूपित अधिकरणता एव प्रकृतलक्षणे प्रविष्टा, न तु कालिकादि सम्बन्ध अवच्छिन्न आदेता निरूपित अधिकरणता अपि इत्येतदेव इत्येतद्बोधनाय अन्नभट्टैः ज्ञानाधिकरणम् इति अन्नम्भट्टैः किम् अत्र उक्तम् इति दत्तम् इति अहं चिन्तयामि. नाम तत्र ज्ञानाधिकरणम् आत्मा इति किमर्थम् उक्तं? तत्र ज्ञानम् अस्ति, ज्ञानम् आत्मनि अस्ति, आत्मनि आत्मा अधिकरणं ज्ञानस्य अधिकरणम् अस्ति आत्मनि. किन्तु केन सम्बन्धेन ज्ञानम् आत्मनि अस्ति? विषयितासम्बन्धेन न हा. तर्हि तत्र अस्तु, अन्य कोऽपि तत्र विषयतसम्बन्धः इति नास्ति. द्वितीयवाक्यम् आत्मलक्षणम् प्रकृतात्मलक्षणम् अनुसरामः ज्ञाननिष्ठ समवायसम्बन्धेन ज्ञाननिष्ठसमवायसम्बन्ध अवच्छिन्न. तत्र ज्ञानं कीदृशपदार्थः? द्रव्यं वा गुणः वा? गुणः अस्ति. गुणः आत्मनि वर्तते. गुणः केन सम्बन्धेन द्रव्ये वर्तते? समवायसम्बन्धेन आत्मनि वर्तते. अतः एव तत्र अपि यत्र समवायसम्बन्धः भवति नाम तत्र गुणः द्रव्ये वर्तते समवायसम्बन्धेन इति यदि वदामः तत्र आधारादेयभावः अस्ति वा? अस्ति. अतः एव तत्र ज्ञाने ज्ञान इति गुणः आत्मनि वर्तते आधारादेयभावत्वेन. तर्हि ज्ञान इति तत्र ज्ञानं आत्मनि वर्तते, तर्हि तत्र आदेयः कः, अधिकरणं किं तत्र? अधिकरणम् आत्मा, आधेयता ज्ञानम्. आदेयः ज्ञानम्, आदेयः ज्ञानम्, ज्ञानं तत्र आदेयः ज्ञानमिति कृत्वा आदेयता कुत्र अस्ति? ज्ञाने. ज्ञाने समीचीनम्, आदेयता ज्ञाने अस्ति. अपि सम्बन्धः कः? समवायसम्बन्धः. हा, अत एव ज्ञाननिष्ठ आधेयत, अपि सा आधेयत समवायसम्बन्धावच्छिन्ना अस्ति खलु? अस्तु. ज्ञाननिष्ठ आधेयता, अपि सा आधेयत समवायसम्बन्धावच्छिन्ना अस्ति. समवायसम्बन्धः अपि ज्ञाने अस्ति, यतोहि ज्ञानं समवायसम्बन्धेन आत्मनि अस्ति. तर्हि तत्र ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्न आदेयता, तया निरूपित अधिकरणता एव अधिकरणतायाः आश्रयः आत्मा इति भवति खलु? आत्मनि अस्ति. हा, किन्तु कालिकादिसम्बन्धावच्छिन्न इति तादृशं भवति वा तत्र आत्मलक्षणे, आत्मनः लक्षणे? आत्मा नित्यम् अस्ति, अतः आत्मा नित्यम् अस्ति, किन्तु तत्र ज्ञानं किं तत्र कालिकसम्बन्धेन आत्मनि वर्तते वा? नास्ति. हा, कालिकसम्बन्धः यत्र वर्तते तत्र अधिकरणं सर्वदा किं भवति? काले. हा, कालः अथवा तत्र उपाधि, किन्तु साधारणतया महाकालः एव अधिकरणं. समीचीनं भगिनि. हा, अस्तु, इदानीम् अन्य कोऽपि वदेत्. हा, धन्यवादः भगिनि. हा, अस्तु, हा, समीचीनम्. अस्तु, इदानीं तत्र हा उषा भगिनि. आं महोदय. हा, एतमेव परिचितं पुनः किञ्चित् वदति वा तत्र? आं महोदय. आत्मलक्षणम् अनुसरामः वयं, वृत्तिनियामकत्वं क्रियन्ते. अनन्तरं आत्मलक्षणम् इति कृते ज्ञानवान् आत्मा इति वयं लक्षणवाक्यं पठितवन्तः. ज्ञानाधिकरणम् आत्मा, ज्ञानवान् इति अनुक्त्वा ज्ञानाधिकरणम् आत्मा इति वयं पठितवन्तः. अत्र वयं जानीमः ज्ञानं समवायसम्बन्धेन आत्मनि वर्तते इति. सो सरलवाक्यमस्ति, ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आत्मा इति. हा, समीचीनं भगिनि. हा, उत्तमं. हा, किन्तु किन्तु यदि इति केवलं तावत् वदामश्चेत् कः का हानिः? धर्मम् इति अवच्छेदकम् आदेयता अधिकरणता इति न, तदपि यदि वदामः समीचीनं, नाम तत्र ज्ञाननिष्ठ आदेयता अधिकरणता आत्मा इति वक्तुं शक्नुमः वा? इति केवलं न, धर्म सम्बन्ध अपि, सम्बन्ध अपि, सम्बन्धस्य किमर्थं सम्बन्धस्य आवश्यकता? सम्बन्धमपि अवच्छेदकं भवति इत्यनेन समवायसम्बन्ध अवच्छिन्न आदेयता या अस्ति तत् आदेयता ज्ञाननिष्ठ आदेयता अपि अस्ति. तत्कारणतः ज्ञाननिष्ठ समवायसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणता आत्मा इति वयं जानीमः. तर्हि तत्र अत्र लक्षणं, कस्य लक्षणं वक्तुम् इच्छामः वयम्? आत्मलक्षणम् आत्मनः लक्षणं समीचीनं तर्हि आत्मा कीदृशः इति वक्तुं इच्छामः तर्हि आत्मा ज्ञानस्य अधिकरणम् इति वाक्यं तर्हि तत्र ज्ञानाधिकरणम् इत्युक्ते तत्र ज्ञाने आधेयता वर्तते आत्मनि अधिकरणा वर्तते अधिकरणता वर्तते तर्हि ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आत्मा इति भवेत् किन्तु यदि केवलं तावत् वदामः ज्ञाननिष्ठ आधेयता निरूपित अधिकरणताश्रयः इति तावत् वदामः चेत् किं तर्हि तेन केवलम् आत्मा एव भवति वा अथवा अन्य कोऽपि अपि तेन सूचितं भवति वा सम्बन्धमपि सूचितं किं किं भगिनि सम्बन्धमपि न किमर्थं किन्तु किमर्थम् इति नाम आत्मनः लक्षणं वयं किं वक्तुम् इच्छामः ज्ञानयिष्ट आदेयता निरूपित अधिकरणता आश्रयः आत्मा इति एव वाक्यमस्ति चेत् तर्हि तेन का हानिः इति प्रश्नः नाम तत्र केवलं तत्र एतावत् तत्र अहं तत्र ज्ञाननिष्ठ इति आरभ्य एतावत् वदामश्चेत् तत्र हरितवर्णे यदस्ति ज्ञाननिष्ठ आदेयता निरूपित अधिकरणताश्रयः इति यदि वदामः तर्हि तत्र केवलम् आत्म एव भवति वा अथवा अन्य कोऽपि अपि आश्रयः भवति वा अन्य कोऽपि आश्रयः भवितुम् अर्हति हा किन्तु कः ज्ञाननिष्ठ आदेयता निरूपित अधिकरणता घटम् अपि भवितुम् अर्हति यदि विषयः इदानीं वयं चिन्तयामः विषयतासम्बन्धेन किन्तु तत्र अधिकरणानि तत्र ज्ञानस्य अधिकरणानि वयं दृष्टवन्तः पूर्वं तत्र ज्ञानं कुत्र कुत्र भवति आत्मनि भवति अपि सर्वे पदार्थाः अपि कृते अपि भवन्ति न सर्वे पदार्थाः पूर्वं तत्र आत्मनलक्षणप्राक् तत्र अन्यत् विभुद्रव्यमस्ति सर्वं तत्र घटम् इदानीम् अस्ति काले अस्ति काले अस्ति कालः अपि अधिकरणं खलु आम् आं महोदय तर्हि यदि वयं केवलम् एतावदेव वदामः तत्र ज्ञाननिष्ठ आदेयता निरूपित अधिकरणताश्रयः तर्हि ज्ञाननिष्ठ आदेयता निरूपित अधिकरणताश्रयः महाकालः सो अतिव्याप्ति दोषः अस्ति लक्ष्ये अपि अस्ति अलक्ष्ये अन्यत्र अपि अस्ति समीचीनं भगिनि अतः यदि एतावन्मात्रं वदामः तत्र अतिव्याप्तिदोषः भवति लक्षणे अतिव्याप्तिदोषः भवति अतः इति यदि एतावत् वदामः तस्मात् पूर्वं कालकालिकसम्बन्धावच्छिन्ना इति अपि स्थापितुं शक्नुमः समवायसम्बन्धावच्छिन्ना इति अपि स्थापितुं शक्नुमः किन्तु कालिकसम्बन्धावच्छिन्ना इति न इच्छामः यतोहि अतिव्याप्तिदोषः भवति तेन अतः एव एतद् मास्तु इति कृत्वा समवायसम्बन्धावच्छिन्ना इति मध्ये स्थापितवन्तः अतः एव तत्र उक्तविवक्षा आवश्यकम् आवश्यकी इति जानन्तु नाम समयसम्बन्धावच्छिन्ना इति तस्य आवश्यकता अस्ति नो चेत् अतिव्याप्तिदोषः भवति अतः तत्र इदानीं तत्र नव्यनैयायिकानां मतानुसारं तत्र ज्ञानस्य अधिकरणद्वयमेव भवति नाम आत्मा अथवा महाकालः आत्मनि समवायसम्बन्धेन अस्ति, महाकाले तत्र कालिकसम्बन्धेन अस्ति, अपि कालिकसम्बन्धः अपि वृत्तिनियामकः, समवायसम्बन्धः अपि वृत्तिनियामकः. अतः अत्र कालिकसम्बन्धे स्थले अथवा समवायसम्बन्धे स्थले द्वयोः स्थले तत्र आधारादेयभावः भवति भवति. अतः एतद् वाक्यं समीचीनम् इति. अस्तु, समीचीनं भगिनि, धन्यवादः. धन्यवादः. अस्तु, अग्रे विमला भगिनी अग्रे पठति वा. आचार्य, पूर्वं प्रश्नः एकः. अत्र प्रथमवाक्यम् अस्ति खलु, ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्ना आधेयता निरूपित अधिकरणता, आत्मा तत्र न लिखितं पूर्णम्. अनन्तरम् एव प्रविष्टा. समीचीनं भगिनि, एव प्रविष्टा, किन्तु आत्मनलक्षणे किम् अस्ति तत्र, यत् एतावत् अस्ति तत्र, अधिकरणतायाः आशयः आत्मा इति लक्षणवाक्यं भवति भगिनि. समीचीनं, नाम अधिकरणता एव प्रविष्टा, किन्तु तत्र यदि अत्र वयम् एतत् स्थापयामः तत्र अधिकरणताश्रयः आत्मा इति, तदा आत्मनः लक्षणं भवति. नाम आत्मनि अधिकरणता अस्ति, सा अधिकरणता कीदृशी अस्ति, केवलम् अधिकरणता आत्मनि अस्ति इत्युक्ते तत्र घटे अपि अधिकरणता अस्ति, भूतले अपि अधिकरणता अस्ति, तर्हि अधिकरणता लक्षणं न भवति खलु. वयं लक्षणम् आत्मनः लक्षणम् इति वक्तुम् इच्छामः चेत् तत्र लक्ष्यम् आत्मा अस्ति, लक्षणं केवलं तत्र लक्ष्ये भवेत्, लक्ष्यं विहाय अन्यत्र कुत्रापि न भवेत् खलु. किन्तु यदि अधिकरणता आशयः आत्मा इति वदामश्चेत् अतिव्याप्तिदोषः भवति खलु. यदि अधिकरणताश्रयः केवलम् अधिकरणताश्रयः इति वदामश्चेत् तर्हि किं वदामः, आत्मा अधिकरणं, किन्तु अनेके पदार्थाः अपि अधिकरणानि भवन्ति खलु, अतः तत्र अतिव्याप्तिदोषः भवति. अतः अधिकरणता कीदृशी इति वक्तव्यं, तर्हि सा अधिकरणता आदेयता या अस्ति ज्ञाने, तया निरूपित अधिकरणता इति वक्तव्यं, किन्तु केवलं तावत् वदामश्चेदपि अतिव्याप्तिदोषः भवति. अतः ज्ञाननिष्ठ आदेयता निरूपित अधिकरणता या अस्ति, सा केवलम् आत्मनि अस्ति, अन्यत्र नास्ति इति चिन्तनं भवति चेत् तत्रापि अतिव्याप्तिदोषः अस्ति, केवलं समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता इति यदि वदामः, तदा तद् लक्ष्ये एव भवति, अन्यत्र कुत्रापि नास्ति, अतः लक्षणम् इति स्वीकर्तुं शक्नुमः. प्रकृत इत्युक्तौ प्रकृतलक्षणं मूलविषयः यः अस्ति तम् अनुसरामः. मूलविषयः कः आसीत्? आत्मनः लक्षणं खलु. सः एव मूलविषयः अस्मिन् पाठे, आत्मलक्षणवाक्यं किम् इति एव मूलविषयः आसीत्, तं विषय अनुसरामः. न तु कालिकसम्बन्धावच्छिन्नादेत नाम यदि केवलं तत्र ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आत्मा इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति. ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्नाधेयता निरूपित अधिकरणता तद् वदामश्चेत् अतिव्याप्तिदोषः न भवति, किन्तु यत् हरितवर्णे अस्ति, यत् केवलं अतः एव लक्षणे प्रविष्टा, न तु कालिकसम्बन्धावच्छिन्ना अधीयता निरूपिता अधिकरणता. अत्र तत् किमर्थं लिखितमस्ति? न तु केवलम् एषा एव प्रविष्टा, न तु एषा अधिकरणता प्रविष्टा इति बोधनाय. कालिकसम्बन्धावच्छिन्ना केवलं तत्र साधारण ज्ञाननिष्ठा काले अस्ति अतः वा समीचीनं भगिनि अतः एव तत्र तस्य बोधः कर्तुं तद् प्रविष्टा नास्ति इति बोधनाय तत्र अन्नम्भट्टैः ज्ञानाधिकरणम् आत्मा इति उक्तमस्ति इति नाम तत्र अस्तु समीचीनं भगिनि अपि आचार्य अत्र बहवः नामानि भवन्ति अन्नं भट्टः कः यः तर्कसङ्ग्रहस्य लेखकः यस्य आधारेण इदम् अयं ग्रन्थः अपि लिखितः सत्यं तथा भट्टाचार्य तद् नव्यनायिकः वा तत्र अनेके तत्र पूर्वं मया प्रेषितमस्ति तत्र वाट्साप् मध्ये किन्तु तत्र नो चेत् तत्र जालपुटे पश्यतु नव्यनैयायिकाः अपि प्राचीननैयायिकाः अनेके ज्येष्ठाः सन्ति अपि ते अनेकान् ग्रन्थान् लिखितवान् प्रौढग्रन्थान् लिखितवान् किन्तु ये अन्नम्भट्टस्य योजना कुत्र कर्तुं शक्नुमः नव्यनायिक एव पुरातन नव्यनैयायिकः नव्यनैयायिकः अन्नम्भट्टः अन्नम्भट्टः अपि अन्नम्भट्टस्य तत्र तर्कसङ्ग्रहः नव्यनैयायिकमतानुसारं लिखितं परिचयग्रन्थं नाम बालानां बोधनाय बालबोधनाय लिखितम् अत्र ज्ञानाधिकरणम् आत्मा इत्येव लक्षणवाक्यं खलु परन्तु लक्षणवाक्ये स्पष्टता भवेत् अन्यथा दोषः भवति इत्येव किल परन्तु अत्र साधा विशेष लक्षणवाक्यमस्ति ज्ञानाधिकरणम् इति साधारणवाक्यमेव अस्ति परन्तु विशेषेण तत्र समवायसम्बन्धेन एतद् इति तत्र लक्षणवाक्ये नास्ति खलु सत्यं भगिनि अतः एव तत्र नाम तत्र ग्रन्थेषु सर्वदा तत्र कीदृशः कथम् अवगन्तव्यम् इति स्पष्टता सर्वदा न भवति अतः एव तत्र परम्परा अस्ति नाम तत्र यः लेखकः आसीत् तस्य आशयः कः इति तस्य शिष्याः जानन्ति ततः पुनः तत्र शिष्यानां शिष्यः इति कृत्वा तत्र परम्परया एव तत्र अवगन्तुं शक्नुमः भगिनी भवती यत् उक्तवती सत्यमेव तत्र यदि वयं केवलं यद् लिखितमस्ति तस्य आधारेण यदि अग्रे सरामः क्लेशः भवति अतः तत्र सर्वदा यत् लिखितमस्ति तस्य अर्थः विवक्षितः अर्थः कः इति ज्ञातुं तत्र ग्रन्थेन एव तत्र सर्वदा न कर्तुं शक्नुमः भगिनि नाम एषः ग्रन्थः अपि तत्र विद्याधरीग्रन्थः अपि तत्र स्वयमेव यः कोऽपि तत्र पुस्तकं क्रेत्वा स्वयमेव पठितुं शक्नोति इति नास्ति भगिनि अतः तत्र नाम परम्परया ये अर्थाः स्वीकृताः इति तस्य तत्र तेषां शैली अपि तत्र अस्मिन् प्रसङ्गे किं चिन्तनम् इति एतत् सर्वं परम्परया एव ज्ञातव्यः अतः एव तत्र अन्नम्भट्टस्य यदि पुस्तकं पश्यामः ग्रन्थं पश्यामः तत्र लघुग्रन्थः अस्ति खलु नाम ज्ञानाधिकरणम् आत्मा इति एव उक्तं किन्तु तस्यार्थः कः इति तत्र विद्याधरीग्रन्थं पठित्वा एव तत्र अवगन्तुं शक्नुमः अपि एतत् सम्यक् किमर्थं यतोहि एषः तत्र ते तस्मिन् तत्र तस्यां परम्परायां पठितवान् इति अतः तत्र यद् तेन उक्तं तद् समीचीनम् एतदेव तेषां मतम् इति स्वीकर्तुं शक्नुमः भगिनि किन्तु सर्वदा तत्र यद् लिखितमस्ति तेन तत्र स्पष्टता जायते इति कुत्रापि न नास्ति अतः अतः तत्र वदतु भगिनि समापयतु महोदय क्षम्यतां न अतः एव तत्र ज्ञानाधिकरणम् आत्मा इत्यस्य आशयः एतत् सर्वं तत्र ज्ञाननिष्ठसमवायसम्बन्धावचिन्ना इति लघु इति दीर्घवाक्यम् अस्तु अस्तु भगिनि वदतु. महोदय, अत्र संक्षिप्तरूपेण एतादृशं वक्तुं शक्यते किं यत् यत्र कुत्रापि एकः वाक्यं वाक्यप्रयोगः कुर्मः चेत् इति चेत् घटः अस्ति इदम् अत्र वर्तते इति वदामः चेत् त्रयः सम्बन्धाः वर्तते, कालिकः, समवायः, विषयता च. किन्तु यदा ज्ञानं ज्ञानाधिकरणम् आत्मा इति वदामः चेत् तत्र केवलं ज्ञानं समवायसम्बन्धेन एव तिष्ठति, न तु अन्यसम्बन्धेन इति केवलम् आत्मन लक्षणे तत्र ज्ञानाधिकरणम् आत्मा इति यदि अस्ति तत्र केवलं तत् शृणुमश्चेत् तत्र किं भवति, वयं चिन्तयामः अस्तु तत्र आत्मापि अधिकरणं किन्तु महाकालापि अधिकरणं खलु, तदेव तत् निराकरोति खलु इति अत्र कालिकसम्बन्धः पुनः विषयतसम्बन्धः च निराकरोति केवलं किन्तु समवायसम्बन्धः एव स्वीकृतमस्ति. सत्यं भगिनि, किन्तु विषयतः स्वीकरोति वा, तदेव प्रश्नः, कालिकसम्बन्धः स्वीकरोति वा न वा. न न न न किन्तु तत्र पश्यतु भगिनि, तत्र एषः भागः एव प्रकृतलक्षणे प्रविष्टः, न तु कालिकसम्बन्धः. तर्हि कालिकसम्बन्धः सम्बन्धावच्छिन्न आदेयता न प्रविष्टः, केवलं समवायसम्बन्धावच्छिन्न आदेयता एव प्रविष्टः अस्ति एव. एतद् बोधनाय ज्ञानाधिकरणम् आत्मा इति उक्तम्. इत्युक्ते द्वयोः निराकरणं, कालिकसम्बन्धस्य विषयतसम्बन्धस्य च निराकरणं कृत्वा केवलं समवायसम्बन्ध रूपेण यः ज्ञानम् आत्मनि तिष्ठति तदेव अर्थः इति सारांशः. सत्यं भगिनि, अतः तत्र ज्ञानाधिकरणम् आत्मा इति यदि वयं शृण्मः तदा अवगच्छामः अस्तु तत्र ज्ञानम् इति गुणः आत्मनि वर्तते, तर्हि कीदृशः लक्षणवाक्यं भवेत्, तत्र ज्ञाननिष्ठ आधेयता निरूपित अधिकरणताश्रयः आत्मा इति वाक्यं भवेत्. किन्तु ज्ञानं महाकाले अपि भवितुमर्हति, महाकालः अपि अधिकरणं भवितुमर्हति, तर्हि केवलम् एतावत् वदामश्चेत् तत् लक्षणवाक्यं समीचीनः न भवति, दोषः भवति. अतः यदि समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः आत्मा इति वदामश्चेत् तादृशी अधिकरणता केवलम् आत्मनि वर्तते, अन्यत्र कुत्रापि न वर्तते. समीचीनं महोदय, धन्यवादः. अस्तु अस्तु, अग्रे तत्र विमला भगिनी अग्रे. महोदय, सूचीकृताः न्यायः आत्मनः विभागमाः जीवात्मेति. विभागग्रन्थे जीवात्मनः पूर्वनिर्देश्येऽपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटाः न्यायेन पूर्वं कृतं. कोऽयं सूचीकटाः न्यायः? कस्यचित् लोहकारस्य समीपं कटाहमपेक्षमाणः आदौ गतः, कटाहं साधे इति च उक्तवान्. तदनन्तरं गत्वा कश्चित् सूची अपेक्षते इत्याह. अनयोः मध्ये कस्य निर्माणं लोहकारः पूर्वं कुर्यात्? सूच्याः कुतः अल्पायास साध्या हि सूचिः? अल्प आयास साध्या हि सूचिः. बहु श्रम साध्यः कटाः तावत् तावत् पर्यन्तं. सूचीकटाः न्यायः इत्युक्ते यदि आत्मनिरूपण अवसरे सूचीकटाः न्यायम् उक्तवन्तः. यदि कोऽपि सूचीं न किन्तु भगिनि तत्र पङ्क्तिशः गच्छतु, आत्मनः विभागम् आह जीवात्मेति, नाम आत्मनः जीवात्मा इति एकम्, अपि तत्र अन्यत् परमात्मा इति भिन्नम्. आत्मनः विभागद्वयमस्ति, जीवात्मा अपि च परात्मा इति. अस्य ग्रन्थे जीवात्मनः पूर्वनिर्देशेऽपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटः ज्ञानं पूर्णं कृतं जीवात्मनः अपि च परमात्मनिरूपणे प्रथमतया ईश्वरनिरूपणं कृतं पूर्णं यद्यपि यद्यपि किं जीवात्मा इति एव प्रथमम् उक्तं तदनन्तरमेव परमात्मा इति उक्तं खलु प्रथमं किम् आसीत् जीवात्मा तदनन्तरं परमात्मा पूर्वनिर्देशः अतः तत्र जीवात्मनः पूर्वनिर्देशः अस्ति खलु किन्तु तद् अस्ति चेदपि स्वरूपवर्णनसमये कस्य निरूपणं कृतम् ईश्वरस्य निरूपणं कृतम् ईश्वर नाम परमात्मनः निरूपणं कृतं निरूपणं कृतं पूर्वं कृतमस्ति प्रथमं कृतम् अस्ति नाम ईश्वरस्य निरूपणं परमात्मनः निरूपणं कृत्वा तदनन्तरं जीवात्मनः निरूपणं कृतं किमर्थम् इति प्रश्नः तत्र सूचीकटाः न्यायेन पूर्वं कृतम् इति उक्तं हा तर्हि अग्रे इदानीं वदतु भगिनि हा कोऽयं तस्य विवरणाय प्रतिपादनाय सूचीकटान्यायः इति अत्र अत्र दत्तमस्ति कोऽपि लोहकारस्य समीपं गत्वा कटाहं कुरु इति पृच्छति अपेक्षते सः कटाहम् अपेक्षते इति तत्र सानज् कटाक्षम् कटाहम् अपेक्षमाणः कस्यचित् लोहकारस्य समीपं गतः अस्ति गतवान् अस्ति अपि कटाहं करोतु साधय इति उक्तवान् समीचीनं हा तस्य अनन्तरम् अन्य कोऽपि तत्र गत्वा तदेव लोहकारस्य समीपं गत्वा सूचीं कुरु इति उच्यते तत्र लोहकारस्य पार्श्वे इदानीं कार्यद्वयमस्ति कटाहः करोतु अपि सूची करोतु इति सूची तु लघु उपकरणमस्ति तेन कारणेन तस्य निर्माणं सुलभमस्ति समयं आयासेन साध्या अस्ति सूचिः कटाहस्य करणे बहु आयास अस्ति अपि च समयः अपि अपेक्षितः बहु श्रमः अपि अपि साध्यः श्रमः अपि समयस्य आवश्यकता अस्ति अतः कटाहस्य निर्माणे अतः सूच्याः निर्माणं प्रथमं कृतमस्ति तदनन्तरमेव तत्र कटाहस्य निर्माणं कर्तुं गच्छ तत्र आरम्भं करोति हा समीचीनं हा इदानीम् अग्रे उभयविधकार्यसन्निपाते यत् अल्पायाससाध्यं तदेव हि पूर्वं क्रियते लोके सूचीकटाः न्यायः इह ग्रन्थकारेण उपयुक्तः ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः एतत् न्यायं सूचीकटाः न्यायम् इति उच्यते यतोहि यत्किमपि कर्तुम् अल्पायासम् अस्ति चेत् तदेव प्रथमं क्रियते लोके अत्रापि ईश्वरनिरूपणे बहु किमपि न वक्तव्यमस्ति परन्तु निरूपणे प्रतिशरीरे जीवः अस्ति इति कारणेन प्रतिशरीरस्य भेदस्य निरूपणाय बहु किमपि वक्तव्यम् तेन कारणेन एव ईश्वरः आदौ निरूपितः अस्ति इति अस्ति भगिनि समीचीनं अतः तत्र प्रथमतया ईश्वरस्य नाम परमात्मनः निरूपणम् ईश्वरस्य निरूपणं प्रथमतया भवति समीचीनं अस्तु अग्रे तत्र पद्मा भगिनी अग्रे पठति वा धन्यवादः धन्यवादः भगिनि यथा आकाशनिरूपण अवसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः यथा वा वायुनिरूपण अवसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं तद्वत् ईश्वर अनुमानाय प्रसिद्धः ज्ञायमानः न कोऽपि गुणः वर्तते यम् आदाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत् अतः अत्रत्याः रीतिः अस्ति अन्यादृशी यथा आकाशनिरूपणावसरे श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः वयं पठितवन्तः आकाशलक्षणविषये तत्र शब्दात्मकगुणः इति वयं पठितवन्तः तत्र शब्दगुणकम् आकाशम् इति शब्दगुणकम् आकाशः तत्र आकाशस्य तत्र ज्ञानं तत्र प्रत्यक्षज्ञानं भवति वा आकाशस्य न अनुमान न अत एव तत्र वयं तत्र अनुमानेन तत्र शब्दः अस्ति शब्दः श्रूयमाणः अस्ति नाम श्रोत्रेन्द्रियेण गृह्यते शब्दः शब्दस्य प्रत्यक्षज्ञानम् अस्ति अस्माकम् अतः तत्र शब्दः गुणः इति कृत्वा किं भवति तस्य शब्दस्य प्रत्यक्षज्ञानम् अस्ति वा जि श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियेण न भवति तत्र शब्दस्य ग्रहणं श्रोत्रेन्द्रियेण भवति किन्तु शब्दस्य आश्रयः श्रोत्रेन्द्रियेण गृह्यते वा शब्दस्य आश्रयः न गृह्यते अतः एव तत्र आकाशस्य ग्रहणम् इन्द्रियैः न भवति अतीन्द्रियः अस्ति आकाशः अतः तत्र वयं किं कृतवन्तः शब्दः गुणः इति कृत्वा तस्य आशयः भवेत् खलु अनुमानेन वयम् आकाशः अस्ति इति अनुमानेन साधितवन्तः कल्पितवन्तः कल्पितवन्तः अथवा तथा वायुनिरूपण अवसरे अपि अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तथा तत्र वायुनिरूपणसमये अपि वयं पठितवन्तः तत्र स्पर्शत्वम् अस्ति अनन्तरं रूपत्वं नास्ति इति समीचीनं भगिनि रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं समीचीनम् अतः तत्रापि तत्र आश्रयत्वं तत्र वायुः साक्षात् वयं न अस्माभिः न गृह्यते किल तत्र प्रत्यक्षं नास्ति अतीन्द्रियः अस्ति अनुमानेन आश्रयत्वम् अस्ति इति अनुमानेन एव अस्माभिः ज्ञायते तद्वत् ईश्वर अनुमानाय प्रसिद्धः ज्ञायमानः न कोऽपि गुणः वर्तते यम् आदाय तदाश्रयत्वेन ईश्वरः सिद्ध्ये ओ तादृशम् ईश्वरस्य विषये तत्र अनुमानं वयं कुर्मः चेत् तादृशगुणः इति कोऽपि नास्ति गुणम् आदाय एव वयं कल्पितवन्तः तद् आश्रयत्वं तत्र आकाशे अस्ति वायौ अस्ति इति परन्तु अत्र तादृशं गुणः नास्ति इति उक्तवन्तः अतः तत्र या रीतिः अस्माभिः तत्र वयं तादृशरीत्या अत्र भवितुं न अर्हति यतोहि तत्र गुणस्य आश्रयः तादृशमार्गः अत्र न भवति अतः अन्या रीतिः आवश्यकी अस्ति अत्र नाम तत्र ईश्वरः अस्ति इति तस्य साधनाय अन्यः मार्गः आवश्यकः अस्ति यः मार्गः पूर्वम् आसीत् एकेन मार्गेण तत्र साधितुं न शक्नुमः इति अस्ति. अत्र अत्रत्याः अत्रत्या रीतिः, अत्रत्या नाम अत्र स्थिता रीतिः, अत्र या रीतिः भवेत् सा अन्यादृशी भवेत्, तादृशिः न भवेत् इति अस्ति. समीचीनं. आकाशविषये वायुविषये अपि वयम् अनुमानेन एव कृतवन्तः, कल्पितवन्तः. अत्रापि अनुमानेन एव भवति, अत्रापि अनुमानेन एव भवति, किन्तु गुणम् आदाय न भवति तावदेव. अनुमानेन एव, तत्र प्रत्यक्षज्ञानं नास्ति, किन्तु अनुमानेन एव भवति, किन्तु गुणमादाय नास्ति तावदेव. अस्तु, समीचीनं. तर्हि तत्र जयलक्ष्मी भगिनी अग्रे पठितुम् इच्छति वा? महोदय क्षम्यताम्, अन्य कोऽपि पठेत्? अस्तु अस्तु अस्तु, चिन्ता मास्तु. नरसिंह महोदय. नरसिंह महोदय पठति वा? अस्तु, पठामि महोदय. दण्डचक्रादि, दण्डचक्रादय दण्डचक्रादि अधिकरण दण्डचक्रादिकारण दण्डचक्रादिकारण समवाधाने अपि यदि कुलाल न भवति न घटः उत्पद्यते. तन्तु तुरीयमेवादि रूपकारणसत्त्वे अपि यदि तन्तुवाय न भवति न पटः उत्पद्यते. ते इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कपालचक्रादयता अपेक्षितः, तथैव चेतने चेतनः अपि कश्चित् आवश्यकः. तेन ईदृशनियमः आगतः, किञ्चित् किञ्चित् कार्यम् उत्पद्यते चेत् चेतनम् अपेक्षा वर्तते. तावत् वदतु, तावत् वदतु महोदय. दण्डघटनिर्माणसमये वयं दृष्टवन्तः तस्य कृते कारणम् अस्ति, मृद् आवश्यकं, कुडालः आवश्यकं, जलम् आवश्यकं, दण्डचक्र. अत्र वयं पश्यामः चेत् दण्डचक्रादि जलं मृदु सर्वे अचेतनः, जीवः नास्ति तत्र. परन्तु कुलाल यत् अस्ति तत्र तस्य कृते जीव अस्ति, इत्युक्ते चेतना अस्ति. तत्र पटनिर्माणे अपि तत्र सर्वमपि अचेतना, परन्तु तन्तुवायः अस्ति तस्य कृते चेतना अस्ति. अतः अत्र उच्यते किमपि निर्माणाय चेतनस्वरूपे किमपि आवश्यकं, बहु आवश्यकम् अस्ति इति. तत्र कुलालः चेतनपदार्थः, कुलालः नास्ति चेत् घटनिर्माणं न भवति, तन्तुवायः नास्ति चेत् पटस्य निर्माणं न भवति. अतः तत्र कीदृशनियमः आगतः, किञ्चित् कार्यं कार्यम् उत्पद्यते चेत् चेतन चेतनापेक्षया वर्तते नियमः. कोऽपि चेतना पुरुषः वा, किन्तु कोऽपि चेतनयुक्तः कोऽपि भवेत् इति आगतः इति वर्तते. समीचीनं महोदय. अस्तु, तावदेव. अस्तु तर्हि, समीचीनं महोदय, धन्यवादः. अस्तु तर्हि, अतः तत्र इदानीं तत्र प्रथमतया तत्र परमात्मनः नाम ईश्वरस्य निरूपणं भवति, तदनन्तरं तत्र जीवात्मनः निरूपणं भवति. इदानीं तत्र एतावत् वयं किम् अवगतवन्तः नाम तत्र गुणमादाय तस्य अस्तित्वं न साधितुं शक्नुमः, अनुमानः अनुमानेनैव कर्तुं शक्नुमः. ईश्वरस्य ज्ञानं, ईश्वरस्य प्रत्यक्षज्ञानं न भवति, अनुमानेन एव भवति, यतोहि ईश्वरः अतीन्द्रियः अस्ति. किन्तु अनुमानेन तत्र गुणमादाय न कुर्मः, किन्तु अन्या रीतिः अत्र अपेक्षिता अस्ति, नाम तत्र यत्किमपि कार्यम् उत्पद्यते तत्र चेतना अपेक्षा वर्तते इति नियमः यः अस्ति, तम् आदाय परमात्मा अस्ति इति साधितुं शक्नुमः. अग्रिमवर्गे तत् कथं भवति अपि तत्र परमात्मनः लक्षणवाक्यमपि तत्र तस्मिन् के गुणाः सन्ति ते गुणाः न सन्ति इति अपि तत्र द्रक्ष्यामः. अस्तु तर्हि समीचीनमस्ति, अग्रिमे सप्ताहे पुनः मिलामः. तर्हि धन्यवादः, नमस्कारः.